नमस्ते सर्वेभ्यः. न्यायशास्त्रसोमवासरस्य वर्गः, तत्र शनिवारस्य वर्गविषये ये ये विषयाः चिन्तिताः तेषु एव चिन्तनं भवति. तत्र वयं स्मः. अद्यतनविषयः अस्ति द्वितीय असमवायिकारणस्य लक्षणम्. तर्हि आरम्भे वर्गे किञ्चित् पुनरभ्यासः कृतः, इत्युक्ते समवायिकारणं किम् इति सन्ध्या भगिनी वदति वा? समवायिकारणस्य लक्षणं. समवायि कारणस्य लक्षणमस्ति तत्र समवायसम्बन्धावच्छिन्न कार्यता निरूपित तादात्म्यसम्बन्धावच्छिन्न कारणता. अपि च केन आगतम्? नमस्ते महोदय, रामप्रिया अस्मि. नमस्ते. अपि च सञ्जय भगिनी, प्रथमवेद असमवायिकारणं तत्र सम्बन्ध द्वयमपि तत्र समवायसम्बन्धेन अवच्छिन्न भवति, अतः तत्र समवायसम्बन्धावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणता इति प्रथमविधा समवायिकारणस्य लक्षणम्. तत्र अन्यत् किं कार्येण सह एकस्मिन् अर्थे समवेतमिति? आम्, तत्र प्रथमविधसमवायिकारणस्य विषये वयम् एवमपि वक्तुं शक्नुमः यत् कार्येण सह एकस्मिन् अर्थे स्थित्वा समवायेन समवायेन कार्यं जनयति इति. तत्र उदाहरणं स्वीकृत्य किञ्चित् प्रतिपादयति वा? आम्, घटकपालवः. घटकपालयोः उदाहरणं स्वीकुर्मः. तर्हि तत्र घटः इति तत्र कार्यमस्ति, तस्य समवायिकारणम् अस्ति तत् कपालः. कपालद्वयसंयोगः इदानीं यः गुणः अस्ति यत् कपाले समवायेन वर्तते, सः संयोगः तत्र कपाले इत्युक्ते तत्र कार्यस्य अधिकरणे कपाले समवायेन स्थित्वा समवायेन तत्र कार्यं घटं जनयति इति. तर्हि कार्येण सह एकस्मिन् अर्थे अस्य कः अर्थः? कार्येण सह एकस्मिन् अर्थे इत्युक्ते तत्र अत्र कार्यम् अस्ति घटः, घटः अस्ति कपाले, तद्वदेव कपालद्वयसंयोगः अपि कपाले अस्ति. अतः यथा कपाले संयोगः अस्ति तथैव तत्र घटः अपि अस्ति इति कृत्वा कार्येण सह एकस्मिन् अर्थे इत्युक्ते एकस्मिन् अधिकरणे कपाले समवायेन स्थित्वा संयोगः समवायेन कार्यं घटं जनयति. अत्र कार्येण सह इत्युक्ते किं, केन सह कार्यं किम्? तत्र कार्येण सह इत्युक्ते तत्र घटः अस्मिन् सन्दर्भे. हा, घटेन सह किम् अस्ति? किम् अत्र कार्यं, कारणं, अधिकरणम्, एके? अत्र कार्यम् अस्ति घटः, तत्र कारणम् अस्ति प्रथमविधसमवायिकारणम् इति कृत्वा कारणम् अस्ति कपालद्वयसंयोगः, द्वयोः अधिकरणं तत्र घटस्य समवायिकारणं, द्वयोः अधिकरणम् अस्ति कपालः. चलो, तर्हि द्वितीयविध असमवायकारणम् अस्माभिः किञ्चित् चर्चितं, तत्र किम् अस्ति भवती स्मरति वा? आम्, तत्र तस्य विषये द्वितीयविध समवायिकारणमस्ति कारणेन सह एकस्मिन् अर्थे समवायेन स्थित्वा तत्र कारणं कार्यं जनयति इति. अत्र यतोहि साक्षात् न भवति तद् असमवायिकारणम् इति कृत्वा तत्र परम्परासम्बन्धेन अस्माकं तत्र अधिकरणे तस्य विद्यमानत्वं साधनीयं भवति. अवच्छेदकसम्बन्धः हा तत्र अवच्छेदकसम्बन्धः अस्ति. तत्र तत्र कार्यतावच्छेदकसम्बन्धः अस्ति, पुनः तत्र समवायसम्बन्धः, अनन्तरं कारणता तत्र अस्ति, स्वसमवायि समवायित्वसम्बन्धः इति अस्ति. पुनः कारणता अवच्छेदकसम्बन्धः तत्र कारणतावच्छेदकसम्बन्धः समवायसम्बन्धः, अनन्तरं कार्यतावच्छेदकसम्बन्धः स्वसमवायित्वसम्बन्धः इति कार्यतावच्छेदकसम्बन्धः. अत्र तत्र एकं वाक्यमस्ति, इदमेव च बुद्धौ निधाय कारणेन सह एकस्मिन् अर्थे समवेतम् इति, तत्र कथं साध्यते? तद् वाक्यम् इदानीम् अहं प्राप्तं 149 उपरि तृतीयपङ्क्तौ पङ्क्त्यामस्ति. इदमेव च बुद्धौ निधाय कारणेन सह एकस्मिन् अर्थे समवेतम् इति मूलपङ्क्तिः प्रवृत्ता. तर्हि तत्र कारणेन सह एकस्मिन् अर्थे समवेतम् इति, अत्र यदि पुनः तत्र घटकपालयोः एव उदाहरणं स्वीकरोमि वा महोदय? तत्र यतोहि अत्र द्वितीयविधसमवायिकारणम् इति अस्ति, तर्हि तत्र तत्र कारणम् अस्ति, तत्र घटः, अनन्तरं घटेन सह एकस्मिन् अर्थे इत्युक्ते तत्र कपाले तत्र समवेतम् इति अस्ति, तत्र कपालगतरूपम् इति अस्ति अत्र. तद् इदानीं भगिनि तस्मात् पूर्वं वाक्यं पठतु. अतः पटरूपस्य कार्यस्य अस्तु तन्तुरूपेण कारणेन. हा तर्हि अत्र द्वितीयविधसमवायिकारणस्य विषयः अस्ति किल तत्र. आम् पटरूपम् इति कार्यमस्ति न वा अत्र? घटरूपं भवत्य उदाहरणे घटरूपं कार्यं कारणं किम्? तर्हि एकक्षणं, तत्र घटरूपम् इदानीं कार्यं, तदा तस्य कारणं भवति घटः एव स्वयं. तर्हि इदानीं घटेन सह एकस्मिन् अर्थे इत्युक्ते घटः अस्ति कपाले, तर्हि एकस्मिन् अर्थे समवेतम् अस्ति तत्र. अत्र किम् अस्ति, कपालरूपं समवेतम् अस्ति कपाले इति कृत्वा तत्र इदानीं घटरूपं प्रति कपालरूपम् असमवायिकारणं भवति, यतोहि तत्र कपाले एकस्मिन् अर्थे समवेतम् अस्ति घटः अपि च कपालरूपम् अपि. सम्यक् अस्ति, अस्तु अग्रे सरम. तर्हि अग्रिमपरिच्छेदः अस्ति, अत्र कीदृशः समस्या आगच्छति यत्र चित्ररूपम् इति स्वीकुर्मः चेत् तन्तुविषये, तन्तुपटविषये, कदाचित् पटे चित्ररूपं भवति, तत्र किञ्चित् समस्या अस्ति इति साध्यते. रमप्रिया भगिनी अत्र समनादिकरण्याय पठति वा अग्रिमपरिच्छेदः? अत्र समानादिकरण्याय अत्र सामानादिकरण्याय परम्परासम्बन्धः आदृतः, तदापि तु क्वचित् व्यतिरेकव्यभिचारो भवति. नानारूपवद्भिः तन्तुभिः जायमाने पटे चित्ररूपम् इति सप्तमं रूपम् उत्पद्यते इति दर्शितं रूपविभागग्रन्थे। तस्मिन् चित्ररूपे उत्पाद्ये व्यतिरेकव्यभिचारः भवति। अयं च व्यतिरेकव्यभिचारः कारण अभावे अपि कार्योत्पत्तिरूपः। अत्र समानाधिकरणम् इत्युक्ते अत्र तन्तुपटविषये पटरूपं प्रति तन्तुरूपं कीदृशकारणम् इति तत्र एव समानाधिकरणं साधितुं साधनीयम् इति तत्र परम्परासम्बन्धः स्वीकृतः अस्ति। तत्र व्यतिरेकव्यभिचारो भवति। व्यतिरेकव्यभिचारः इत्युक्ते यत्र कारण अभावे कार्यं कार्यसत्त्वम्। अत्र यदा चित्ररूपम् इति यदा मिश्रितरूपं पटे अस्ति तन्तुभिः जायमाने पटे चित्ररूपं यद् उत्पाद्यमानमस्ति तत्र कारणम् इति कारणस्य अभावः अस्ति। कार्यं तु चित्ररूपपटः तस्मिन् चित्ररूपे तत्र एव व्यतिरेकव्यभिचारः भवति इति दत्तमस्ति। तावदेव किल अत्र कार्यं किं कार्यं कार्यम् इत्युक्ते पटः चित्ररूपपटः अत्र केवलं चित्ररूपम् इति कार्यं एवं वा तस्य कारणं पटः इति भिन्नविषयः चित्ररूपं कारणं तं प्रति किं कारणं किमपि कारणं तन्तुरूपं कारणम् इति जानीमः तत्र व्यतिरेकव्यभिचारः इति दोषः भवति इति उक्तम् अग्रे प्रतिपादितम् अस्ति एक तत्र किम् उक्तं वर्गे चित्ररूपम् इति एकं मिश्रितं रूपम् इत्युक्ते रूपद्वयं तस्मिन् नास्ति पटे सर्वत्र पटे व्याप्यः एकं रूपम् इति अस्ति इति चिन्तनीयम् इति न एकस्मिन् स्थाने नीलरूपम् एकस्मिन् स्थाने पीतरूपम् इति न तादृशमिश्रितं न सम्पूर्णपटे एकं रूपम् उत्तमम् इति चिन्तनीयम् चित्ररूपं पटं व्याप्यति सम्पूर्णपटं नूतनरूपं पृथक् रूपं न न पीलरूपं न किं नीलरूपं न पीतरूपं भिन्नरूपम् इति चिन्तनीयं भवति। अपि च व्यतिरेकव्यभिचार इत्युक्ते किं तत्र भवती वदति वा आम् कारणाभावे कार्यसत्त्वम् इति व्यतिरेकव्यभिचारः अन्ये के तत्र अन्वयसहचारः इति अन्वयसहचारः व्यतिरेकसहचारः अन्वयव्यभिचारः व्यतिरेकव्यभिचारः इति आम् तत्सत्त्वे तत्सत्त्वं यदा गन्धः अस्ति चेत् पृथ्वी अस्ति इति कारणसत्त्वे कार्यसत्त्वं कार्यसत्त्वं अत्र उदाहरणे कारणाभावे कार्यम् इति स्वीकृतः तदर्थं प्रतिपादने अपि कारणं कार्यम् इति उक्तं वर्गे अन्वयसहचार इत्युक्ते कारणम् अस्ति कार्यम् अपि अस्ति अग्रे पठामि वा अन्वयव्यभिचार इत्युक्ते किम् अन्वयसहचारः उक्तवती व्यतिरेकसहचारः इत्युक्ते कारणसत्त्वे कार्यसत्त्वम् अन्वयव्यभिचारः व्यतिरेकसहचारः इत्युक्ते कारण असत्त्वे वा कारणसत्त्वे कार्ये अपि असत्त्वं सत्त्वं साधु अग्रे अन्वयव्यभिचारः इत्युक्ते कारणसत्त्वे कार्य असत्त्वम् कार्यभावः व्यतिरेकव्यभिचारः इत्युक्ते कारणं कारणसत्त्वे कार्यसत्त्वम् साधु ते सर्वे अवगच्छन्ति वा भेदः अस्तु अग्रे पठति वा तत्र तत्र तदत्र अग्रिमपरिच्छेदः तदत्र एवम् उदाहरामः पीततन्तूनां पञ्चभिः शतैः तत्र नीलतन्तु किल नीलतन्तूनां पञ्चभिः शतैः च पटः एकः उत्पन्नः तैः च पटे उत्पन्ने अग्रिमक्षणे तत्र चित्ररूपमपि उत्पन्नम् परन्तु तस्य चित्ररूपस्य तत्कारणाभ्यां पीतनीलरूपाभ्यां यदा समानाधिकरण्यं चिन्तयामः तदा आपतति क्लेशः यत्र यत्र हि कार्यत्वेन अभिमतं कार्यतावच्छेदकसम्बन्धेन भवति तत्र कारणत्वेन अभिमतेन कारणतावच्छेदकसम्बन्धेन भवितव्यम् न तु केषुचित् एव कार्याधिकरणेषु विद्यमानं कारणमिति व्यवह्रियते कारणत्वनिकषेषु दशितः एषः द्वितीयः निकषः कार्याधिकरणे सर्वत्र सर्वदा भाव्यम् इति तत्र उदाहरणं स्वीकुर्मः इति दत्तमस्ति व्यतिरेकव्यभिचारविषये तत्र पीततन्तुः पीततन्तूनां पञ्चभिः शतैः रक्ततन्तूनां पञ्चभिः शतैः च पटः एकः अस्तु पञ्चशतेन पीततन्तुः पञ्चशतेन नीलतन्तुः एतत् स्वीकृत्य पटः एकं कार्यमस्ति पटः पञ्चशतेन इति वदति चेत् पञ्चशतेन तन्तुभिः पञ्चशतेन तन्तुभिः पञ्चशतेन तन्तुभिः नील पञ्चशतेन नीलतन्तुभिः कार्यम् अस्ति पटः पटः इति एकः उत्पन्नः अस्ति तत्र अग्रिमक्षणे गुणम् अग्रिमक्षणे एव गुणस्य उत्पन्नं भवति अतः चित्ररूपम् इति गुणस्य अग्रिमक्षणे पटस्य उत्पन्नस्य अग्रिमक्षणे एव तस्य उत्पन्नं भवति तस्य अस्तु तत्र चित्ररूपस्य कारणं न केवलं समानाधिकरणीयं तत्र पीततन्तुः कारणं वा नीलतन्तुः क्षम्यतां पीतरूपं कारणं वा नीलरूपं कारणं वा इति यदा चिन्तयामः तत्र समानाधिकरण्यं तस्य समानाधिकरण्यस्य विषये यदा चिन्तयामः तत्र आपत्ति क्लेशः एकः एव कारणम् इति नास्ति तत्र पीततन्तुः अपि कारणं नीलतन्तुः अपि कारणं परन्तु द्वयोः मध्ये समानाधिकरण्यं नास्ति अतः तत्र क्लेशः आपतति अस्तु तत्र कार्यत्वेन अभिमतं कार्यतावच्छेदकसम्बन्धेन भवति तत्र कारणत्वेन अभिमतेन कारणतावच्छेदकसम्बन्धेन भवितव्यम् कार्यतावच्छेदकसम्बन्धः अस्ति अत्र समवायसम्बन्धः यत्किमपि भवतु यत्किमपि भवतु समाधिकरणे तयोः भवितव्यं कार्यतावच्छेद यत्र कार्यत्वेन कार्यतावच्छेदकसम्बन्धः भवति तस्मिन्नेव अधिकरणे कारणतावच्छेदकसम्बन्धेन अपि भवितव्यम् इति इति समानाधिकरणे किन्तु तद् यथा भवत्या उक्तं तत् साधयितुं क्लेशः अस्ति यतोहि तयोः समानाधिकरणं भिन्नम् इति दृश्यते इति जानीमः तन्तुविषये न तु केषुचिदेव कार्याधिकरणेषु विद्यमानं कारणम् इति व्यवह्रियते. अत्र तु कार्यं तु अस्ति, परन्तु कारणम् इति एकम् इति न. अत्र कार्याधिकरणे क्लेशः भवति, तदेव पुनः उक्तमस्ति. कारणत्वनिकषेषु दर्शित आं महोदय कारणत्वनिकषेषु दर्शितः एषः द्वितीयः निकषः. वयं दृष्टवन्तः पूर्वं निकषत्रयम् इति, तत्र एतत्तु द्वितीयनिकषः. कार्याधिकरणे सर्वत्र सर्वदा भाव्यम् इति द्वितीयनिकषः. सर्वदा भाव्यम् इत्युक्ते किं? सर्वदा सर्वदा भवेत् इति. सर्वदा इत्युक्ते बहुकाले पर्यन्तम् इति न. इत्युक्ते किन्तु प्रतिवारं यत्र नियतसहचार्यम् अस्ति, यत्र यत्र कारणं भवेत् कार्याधिकरणे प्रतिवारं भवेत् इति सर्वदा. यत्र यत्र कार्यम् उत्पद्यते तत्र तत्र तस्मिन् समये कार्याधिकरणे कारणेन भवितव्यम् इति. प्रश्नः अस्ति वा कस्यापि? अग्रे सरेम सरला भगिनी अग्रे पठति वा? प्रकृते च चित्ररूपाधिकरणं स्वसमवायिसमवायित्वरूपकार्यतावच्छेदकसम्बन्धेन पीततन्तुः. स्वं चित्ररूपं, स्वसमवायिचित्रपट, तत्समवायिपीततन्तु, तादृशेषु सर्वेषु पीततन्तुषु चित्ररूपं वर्तते, परन्तु तत्र कारणं नीलरूपं नास्ति. पीततन्तौ पीतमेव रूपं भवेत् न नीलम् इति परम्परासम्बन्धेन कार्यम् अस्ति. कारणं न अस्ति व्यतिरेकव्यभिचारः. प्रकृते मीन्स् अस्माकम् इदानीं द्वितीय असमवायिकारणस्य सम्बन्ध तस्य वार्ता प्रचलति. अत्र चित्ररूप यदि भवति तस्य तत्र समानाधिकरणं यदि तन्तु अस्ति तत्र कार्यतावच्छेदकसम्बन्धः भवति. स्वसमवायि समवायित्वसम्बन्धः तत्र स्वं भवति चित्ररूपं, तस्य समवायि अस्ति चित्रपट, समवायेन सम्बन्धेन चित्ररूपं चित्रपटे अस्ति. चित्रपटस्य पुनः समवायिकारणं भवति पीततन्तु. इदानीं पीततन्तु समवेतम् अस्ति तन्तु पीततन्तो प्रति. अत्र तन्तुः भवति समानाधिकरणं. यथा अग्रिमे पुटे चित्रमस्ति, एकदश चित्रं, तत्र पीतरूपम् अस्ति समवेतं, पीततन्तु अस्ति समानाधिकरणं, चित्ररूपं दत्तम् अस्ति, तत्र चित्ररूपं भवति चित्रपटे समवायसम्बन्धेन चित्रपट पुनः पीततन्तोः अस्ति समवायसम्बन्धेन. अत्र पीततन्तो भवति पीततन्तु अस्ति समानाधिकरणं, चित्ररूपं पीततन्तोः अस्ति स्वसमवायिसमवायित्वसम्बन्धेन. अत्र स्वसमवायिसमवायित्वसम्बन्धः भवति कार्यतावच्छेदकसम्बन्धः. पीतरूपं पीततन्तोः अस्ति कारणं, तत्र कारणता अवच्छेदकसम्बन्धः अस्ति, समवायसम्बन्धः. इदानीं पीतरूपं पीततन्तो अस्ति, किन्तु चित्ररूपे वा चित्रपटे केवलं पीततन्तो नास्ति, चित्रपटे नीलरूपम् अपि अस्ति, नीलतन्तो अपि अस्ति. किन्तु अत्र नीलरूपं पीततन्तोः नीलरूपस्य अभावः अस्ति इति, अतः व्यतिरेकव्यभिचारः भवति. कारणं कि कार्यमस्ति चित्ररूपं, तस्मिन् केवलं पीततन्तो अस्ति, नील रूप तन्तो तस्य अभावः अस्ति. सो कार्यं सति कारण अभाव व्यतिरेक अभिचारः भवति. अग्रे अग्रे प्रश्नः अस्ति वा सर्वैः? आम् महोदय, प्रश्नः अस्ति अत्र पीततन्तौ पीतमेव रूपं भवति इति. तत्तु समवायसम्बन्धेन पीतरूपम् अस्ति पीततन्तौ. अत्र नीलम् इति नीलं रूपं पीततन्तौ नास्ति इति, तत्र सः अभावः केन सम्बन्धेन अस्ति? चित्ररूपे द्वौ अस्ति, नीलम् अपि पीतम् अस्ति. सो चित्रपट पीतरूपः केवलं पीत रूपपट कार्यं कर्तुं शक्नोति. तस्य पटं भवति पीतपटरूपः, न तु चित्रपटरूप. चित्रपटरूप भवति पीततन्तु अपि नीलरूपं तस्य सहित. इदानीं नीलरूपस्य अभावः अस्ति, नीलरूपतन्तोः अभावः अस्ति समानाधिकरणे पीततन्तोः. अत्र कारणस्य अभावः अस्ति. कार्यमस्ति चित्ररूपपट. आं भगिनि, सः नास्ति मम प्रश्नः. तत्र नीलरूपं वदतु एकवारं प्रश्नः. तत्र प्रकृतविषयः तु नास्ति, एवमेव मम जिज्ञासा अस्ति इति पृच्छामि. तत्र पीततन्तौ पीतं रूपम् अस्ति, तर्हि रूपं पीतरूपं पीततन्तौ समवायसम्बन्धेन अस्ति. परन्तु नीलम् इति नास्ति, इत्युक्ते नीलम् इति रूपं पीततन्तौ नास्ति इति वाक्यस्य आशयः. तर्हि अहं ज्ञातुम् इष्टवती नीलं रूपं पीततन्तौ नास्ति इत्युक्ते अभावः अस्ति, अन्योन्य अभावः. सः अभावः केन सम्बन्धेन अस्ति इत्येव अहम् अत्र अस्माभिः पूर्वं पठितं, बहु पूर्वं पठितं अभावः यत्र कुत्र भवति. सम्यक्तवती, अभावः यत्र कुत्र अस्ति तत्र स्वरूपसम्बन्धेन अस्ति. ओ, सर्वे अभावाः वा? अहं चिन्तितवती केवलं तत्र सः कः अत्यन्ताभावः एव स्वरूपसम्बन्धेन, परन्तु सर्वे अत्र अपि अभावः स्वरूपसम्बन्धेन एव वर्तते इति. प्रश्नः समीचीनः. मम चिन्तनं सर्वत्र स्वरूपसम्बन्धः इति मम चिन्तनम् आसीत्, किन्तु भिन्नं भवितुम् अर्हति वा? नवविंशति तमे पुटे तत्र दत्तमस्ति घटत्वाभाव भूतले दैशिकविशेषणता स्वरूपसम्बन्ध प्रतियोगिता घटे दैशिकविशेषणता रूप स्वरूपसम्बन्धेन अवच्छेदकता दैशिकविशेषणता स्वरूपसम्बन्धेन अपि महोदय उक्तवान् अनियोगिता घटाभावे अस्ति स्वरूपदैशिकसम्बन्धेन. सत्यं सरलभगिनी, किन्तु चन्द्रा भगिनी वदति तत्र तु अत्यन्ताभावः, तादृशाभावः एतादृश अभावः समानं वा इति तस्याः प्रश्नः न वा सञ्जय भगिनी? आमाम्, अन्योन्याभावः केन सम्बन्धेन भवति? तत्र एतत्तु स्पष्टं मम, तत्र घटः भूतले नास्ति तत्तु स्वरूपसम्बन्धेन सः अभावः वर्तते इति. सः अभावः अत्यन्ताभावः, अन्योन्याभावः केन सम्बन्धेन इत्येव तत्र प्रश्नः. स्वरूपसम्बन्धेन अस्ति. अस्तु, करणीयं किल इतोपि महोदयं पृच्छामः. अस्तु महोदय, धन्यवादः. स्वीकृतवती तत्र सा उक्तवती अनियोगिता घटाभावे अपि स्वरूपसम्बन्धेन अस्ति तत्र अपि स्वरूपसम्बन्धः भवति न अस्तु सरला भगिनी अग्रे सरामः वा एवं स्वम् अग्रिमपुटे एवं स्वं तदेव रूपं स्वसमवायी चित्रपट तत् समवायी यथा पीततन्तुर्भवति तथा नीलतन्तुरूप भवति पीततन्तुभिः इव पीतैस्तन्तुभिः इव नीलैः तन्तुभिः इव तत्रत्य पटस्य उत्पत्ते परन्तु तादृशनीलतन्तौ पीतरूपं न वर्तते अतः परस्परं तन्तुषु नीलपीतयोः असत्वात् परम्परासम्बन्धेन चित्ररूपस्य उभयत्र सत्वात् कारण अभावे अपि कार्योत्पत्तिरूपः व्यक्तिरेक व्यभिचारः भवति इदानीं द्वितीयचित्रस्य विवरणमस्ति यथा नीलतन्तु इदानीं भवति अधिकरणं समानाधिकरणं नीलरूपं भवति समवायसम्बन्धं कारणतावच्छेदकसम्बन्ध समवायसम्बन्ध नीलतन्तोः तस् समवायसम्बन्धेन चित्रपट निर्माणं भवति चित्रपट समवायसम्बन्धेन चित्ररूपं निर्माणं करोति इदानीं चित्ररूपं नीलतन्तोः भवति स्वं अस्ति चित्ररूपं चित्रपटम् अस्ति तस्य समवायिकारणं स्वसमवायी चित्रपट तस्य समवायी अस्ति नीलतन्तोः स्वसमवायी समवायितत्त्वसम्बन्ध पुनः भवति कार्यता अवच्छेदकसम्बन्ध इदानीं चित्ररूप नीलतन्तो अस्ति किन्तु पीतरूप नास्ति नीलतन्तोः ततः व्यतिरेकव्यभिचारः भवति कारणक चित्ररूपे पीतरूपस्य पीतरूपतन्तोः अभावः अस्ति सो कारण असत्त्वे कार्यम् अस्ति सो एते द्वे चित्रे प्रदर्शं करोति व्यतिरेकव्यभिचारस्य आपतति कथम् आपतति व्यतिरेकव्यभिचारः कारणम् अस्ति द्वे कारण समानाधिकरणे कथं द्वे नीलरूपमपि पीतरूपम् आनीतव्यं तः चित्ररूपं कार्यं भवितव्यं तत् कथं साधनीयं तत्र अग्रे आगच्छति अत्र भगिनी द्वितीयं वाक्यं पीतैः तन्तुभिः इव नीलैः तन्तुभिः अपि तत्रत्य पटस्य उत्पत्तेः इति वाक्यस्य को अर्थः पीततन्तुभिः इव नीलतन्तुभिः इव तत्र पटस्य उत्पत्तेः मीन्स् पीतैः तन्तु यः कारणम् अस्ति पटस्य अपि नीलतन्तुः अपि पटस्य कारणम् अस्ति तस्मात् यः पटम् उत्पत्ति उत्पत्तेः तस्मात् परन्तु तादृशी नीलतन्तो पीतरूपं न वर्ते किन्तु उभयो परस्पर अभावः अस्ति तत्र तादृशी नीलतन्तौ पीतरूपं न वर्तते पीतरूपे नीलतन्तौ नास्ति अपि नीलरूपे पीततन्तौ नास्ति इति कस्यापि प्रश्नः अस्ति वा अस्तु अग्रे सर्वं सन्ध्या भगिनी तद्वारणाय अग्रिमपरिच्छेदः तद्वारणाय कार्यतावच्छेदकसम्बन्धस्य कारणतावच्छेदकसम्बन्धस्य च परिवर्तनं कार्यं प्राग् अस्माभिः कार्यं कारणाधिकरणे नीतं सम्प्रति कारणं तन्तुरूपं कार्याधिकरणे पटे परम्परासम्बन्धेन आनेयं न तु कार्यं पूर्ववत् परम्परया कारणाधिकरणे नेतव्यम् कारणस्य च परम्परासम्बन्धः स्वसमवायी समवेतत्वं स्वं तन्तुरूपं तत्समवायितन्तुः तत्समवेतः पटः समवेतत्वं पटे इति पटान्तर्भावेण सामानाधिकरणीयम् तर्हि अत्र तद्वारणाय इत्युक्ते यः व्यतिरेकव्यभिचारः इति या समस्या अस्ति तस्य समस्यायाः निवारणं कर्तुम् अधुना किञ्चित् कार्यतावच्छेदकसम्बन्धः अपि च कारणतावच्छेदकसम्बन्धः द्वयोः मध्ये परिवर्तनम् आवश्यकमस्ति पूर्वम् अस्माभिः किं कृतं तत्र कार्यम् इति चित्ररूपं तत्र कारणम् इति तत्र पीतरूपं वा नीलरूपं वा तत्तद् कारणाधिकरणे इत्युक्ते पीततन्तौ वा नीलतन्तौ इति नीतम् आसीत् परन्तु इदानीं कारणम् इति तन्तुरूपम् अस्माकं कार्यम् इति पुनः तत्र चित्ररूपमेव कार्याधिकरणम् इति पटः तर्हि इदानीम् अस्माकं तन्तुरूपं पटे आनेतव्यं न तु तत्र चित्ररूपं तन्तौ नेतव्यम् इति तर्हि न तु कार्यं पूर्ववत् परम्परया कारणाधिकरणे नेतव्यं हा तर्हि तदेव यथा वयं पूर्वं चित्ररूपं तन्तौ आनीतवन्तः तथा अकृत्वा इदानीं किञ्चित् भिन्नं करणीयम् कारणस्य च परम्परासम्बन्धः स्वसमवायी समवेतत्वम् इत्युक्ते अत्र स्वम् इति वयं तन्तुरूपम् इति स्वीकुर्मः यद् कारणम् अस्ति असमवायिकारणमस्ति चित्ररूपस्य तर्हि तदस्ति स्वं तन्तुरूपं तन्तुरूपं तन्तौ समवायेन अस्ति इति कृत्वा स्वसमवायी अस्ति तन्तुः तस्मिन् पटः समवेतः अस्ति अतः तस्मिन् इत्युक्ते तन्तौ अतः समवेतत्वं पटे अस्ति स्वसमवायी तन्तुः अस्ति इति कृत्वा अत्र स्वसमवायी समवेतत्वसम्बन्धः सम्बन्धः आगच्छति अत्र तर्हि अत्र स्वसमवायी समवेतत्वसम्बन्धेन तन्तुरूपं पटे अस्ति इति कृत्वा अत्र पटे सामानाधिकरण्यम् आनीतम् इत्युक्ते कार्याधिकरणे इदानीं सामानाधिकरणम् आनीतं पूर्वं कारणाधिकरणे तन्तौ सामानाधिकरण्यम् आनीतमासीत् सम्यक् कस्यापि प्रश्नः अस्ति वा अस्तु अग्रे तत्र चित्रपटे समवायेनैव चित्ररूपोत्पत्तिरिति कार्यकारणयोः सामानाधिकरणीयं भवति सम्प्रति कार्यतावच्छेदकसम्बन्धेन कार्यं चित्ररूपं समवायेन सर्वदा पटे एव तत्र च स्वसमवायी समवेतत्वसम्बन्धेन नीलरूपमस्ति पीतरूपमपि अस्ति स्वं नीलं स्वसमवायी तन्तुः तत्समवेतः पटः समवेतत्वं पटे एवं पीतरूपे अपि अतः न व्यतिरेकव्यभिचारः अतः इदानीम् अग्रे तस्यैव तत्र किम् एक्स्टेन्शन् अस्ति तत्र चित्र क्षमतां महोदय किं विवरणम् धन्यवादः विवरणमस्ति तत्र चित्रपटे समवायेन इदानीं चित्ररूपम् अस्ति तर्हि तत्र यथा कारणम् आनीतं तथा कार्यं तु अस्ति एव अतः कार्यकारणयोः सामानाधिकरण्यम् अस्ति अतः कार्यतावच्छेदकसम्बन्धेन तत्र कार्यं चित्ररूपं समवायेन सर्वदा पटे अस्ति एव. चित्रपटे सर्वदा अस्ति समवायसम्बन्धेन. तत्र इदानीं तत् कारणम् इति पीतरूपं वा नीलरूपं वा तत्र स्वसमवायि समवेतत्वसम्बन्धेन चित्रपटे आनीतम्. अत्र स्वसमवायि समवेतत्वसम्बन्धः इत्युक्ते तत्र स्वम् इति नीलरूपं तत् समवायि नीलतन्तुः तस्मिन् समवेतः चित्रपटः समवेतत्वं पटे इति तादृशमेव. पुनः यदि पीतरूपं स्वीकुर्मः स्वम् इति पीतरूपं तत् समवायि पीततन्तुः तस्मिन् समवेतः चित्रपटः इति कृत्वा इदानीं चित्रपटे नीलरूपं पीतरूपम् अपि स्वसमवायि समवेतत्वसम्बन्धेन कार्याधिकरणे चित्रपटे आनीतमस्ति. अतः व्यतिरेकव्यभिचारः नास्ति. इदानीं कारणम् अपि अस्ति चित्रपटे कार्यं चित्ररूपम् अपि अस्ति. अत्र कार्यतावच्छेदकसम्बन्धः कः? अत्र कार्यतावच्छेदकसम्बन्धः तु समवायसम्बन्धः. यतो हि कार्यमस्ति तत्र चित्ररूपम् अपि च कार्याधिकरणं चित्रपटः. अस्तु, कारणतावच्छेदकसम्बन्धः भवत्या उक्तं स्वसमवायि समवायतत्वसम्बन्धः इति अस्माभिः पूर्वमपि दृष्टं. यत्र बहुपूर्वं द्वितीयसमवायिकारणस्य निरूपणमासीत् तत्र दृष्टिद्वयमस्ति किल. एकाधिकरणं तु कपालः, एकाधिकरणं घटः. तत्र समवायी वा समवेतं वा इति परिवर्तनं कृत्वा तादृश तेषु दिनेषु अस्माभिः किञ्चित् चिन्तितम्. अत्र पुनः आगतम्. सम्यक् अस्ति. इदानीं जलसार्थक्यम् अस्ति. कस्य प्रश्नः अस्ति वा एतावता? अस्तु, रमप्रिया भगिनी पठति वा अग्रिमपुटे? एवं च आम् महोदय. एवं च चित्ररूपस्थले व्यतिरेकव्यभिचार वारणाय समवायसम्बन्धः कार्यतावच्छेदकः. स्व आश्रयसमवेतत्वं स्वसमवायीसमवेतत्वं वा कारणता अवच्छेदकः च अङ्गीकृतः. तथा च समवायसम्बन्ध अवच्छिन्नकार्यतानिरूपित स्व आश्रयसमवेतत्वसम्बन्ध अवच्छिन्नकारणता आश्रयत्वं द्वितीय असमवायीकारणत्वलक्षणम् इह कारणता. यदा चित्ररूपस्थले वयं स्वीकुर्मः चेत् तत्र व्यतिरेकव्यभिचारवारणाय कार्यता अवच्छेदकसम्बन्धः तु समवायसम्बन्धः. स्व आश्रयसमवेतत्वं स्वसमवायीसमवेतत्वं यदा कारणता अवच्छेदकसम्बन्धः इति स्वसमवायीसमवेतत्वसम्बन्धः तदपि तदेव स्वसमवायीसमवेतत्वम् एव कारणता अवच्छेदकसम्बन्धः इति वयम् अङ्गीकृतः अस्ति अस्मिन् सन्दर्भे. अस्तु, स्वम् इति पीतरूप, यदा पीतरूपस्य उदाहरणे स्वम् इति पीतरूपं तत्र तद् पीतरूपं तु कारणमस्ति. स्वसमवायि आम् स्वम् इति पीतरूपं तत्तु कारणमस्ति. स्वसमवायि इति तन्तुः पीततन्तुः तत्र तत् समवेतः पटे समवेतं पटे तदेव वयं चित्रपटः इति स्वीकुर्मः. पटे एव समानाधिकरण्यम् अस्ति. पटरूपम् इति कार्यं तदपि पटे एव समवायसम्बन्धेन अस्ति. पटः तन्तुषु समवेतं वा तन्तवः पटु पटे समवेतः वा? तन्तुः पटे समवेतः. एवं वा? अवयवः अवयविनि विपरीतम् उक्तवती वा? समवेतत्वं पटे. तन्तु पटः तन्तौ अस्ति. पटः तन्तुषु समवेतः. समवेत अत्र यथा भवती नीलरूपम् उक्तवती तथा तन्तुरूपम् अपि वक्तुं शक्नुमः सामान्यविषये. साधु नीलरूपं साधु, पितुरूपं साधु, तन्तुरूपमपि साधु. तन्तुरूपं यत्किमपि भवतु, यत्किमपि भवतु, तत् तस्य आश्रयः तन्तुः. तत्र पुनः पटः समवेतः तन्तुषु. तस्मात् यथा भवत्या उक्तं. विद्या भगिनी आगतवती वा? नमस्कारः महोदय. एकः प्रश्नः अस्ति. इदानीं यदा वयं कार्यता कारणता परम्परासम्बन्धविपरीतं कुर्मः, अत्र समानाधिकरं तन्तुः अस्ति, न तु पीततन्तु वा नीलतन्तु यथा पूर्वम् अस्ति, रै? कोऽपि तन्तु नील वा पीत वा भवति, रै? समानाधिकरणम् अत्र तन्तु न समानाधिकरणं पटः अस्ति. पटः क्षम्यतां, समानाधिकरणम् अत्र पट अस्ति, किन्तु तन्तवः नील वा पीत वा एते नास्ति न? सत्यं, नीलरूपं नीलतन्तुषु समवेतः. आम् अस्तु. अपि च रक्तवर्णः रक्ततन्तुषु, तत्तु साधु अस्ति. नमस्कारः महोदय. विद्या अस्मि. केवलं शृणोमि महोदय, केवलं शृणोमि. वयम् इदानीं तत्र 152 पुटे स्मः. अस्तु, एतावता प्रश्नः अस्ति वा? नो चेत् अग्रे सरलाभगिनी पठति वा? एतद् यद्वाक्यमस्ति, समवायसम्बन्धावच्छिन्न कार्यतानिरूपित स्वाश्रयसमवेतत्वसम्बन्धावच्छिन्न कारणताश्रयत्वं द्वितीयासमवायिकारणत्वलक्षणं, तस्य पूर्वं यद् उक्तं तत्र समवायसम्बन्धावच्छिन्न कारणतानिरूपित स्वसमवायि समवायित्व समवायित्व किं समवायित्वसम्बन्धावच्छिन्न कार्यता इति इत्यपि द्वितीयसमवायिकारणस्य लक्षणं. तर्हि तत्र द्विधा वक्तुं शक्नुमः इति अस्ति वा? तदेव वा तत्र द्वितीयविधा समवायिकारणमपि तत्र द्वैविध्यमस्ति तत्र इति अस्ति वा? कुत्र लिखितमस्ति तत्र? यथा भवत्या उक्तं समवायसम्बन्धावच्छिन्न कारणता. न न, तत्र पूर्वं यदि वयं तत्र तत्र तन्तुरूपम् इति तत्र यदि वयं नवदशाधिक एकशतं चित्रं महोदय, तत्र पूर्वं यदा वयम् उक्तवन्तः तत्र द्वितीयविधासमवायिकारणं तस्य सम्बन्धः तथा वक्तुं शक्नुमः इति किल, यत्र वयं तन्तौ इति कारणे तत्र आनीतवन्तः, कारणे सामानाधिकरण्यम् आनीतवन्तः. तत्र तु कारणता अवच्छेदकसम्बन्धः समवायसम्बन्धः, अपि च कार्यतावच्छेदकसम्बन्धः स्वसमवायि समवायित्वसम्बन्धः इति आसीत्. इदानीम् अस्ति इदानीं तत्र कार्यतावच्छेदकसम्बन्धः समवायसम्बन्धः अभवत्. अपि च कारणतावच्छेदक, क्षम्यता क्षम्यता, अपि च कारातावच्छेदकसम्बन्धः स्वसमवायि समवेतत्वसम्बन्धः इत्यपि इदानीं 152 मध्ये यद्वाक्यम् अस्माभिः पठितं द्वितीयसमवायिकारणस्य लक्षणं तथा दत्तमस्ति. तर्हि वाक्यद्वयम् अभवत् किल, तर्हि इदानीं द्वितीयविधसमवायिकारणं वयं तस्य लक्षणं द्विधा वक्तुं शक्नुमः इति अस्ति वा तदेव इति वा तत्र हा द्वितीयविधासमवायिकारणमेव तत्रैव कारणे एव द्वैविध्यमस्ति वा केवलं लक्षणे एव द्वैविध्यमस्ति इति वाक्ये मम चिन्तनमस्ति. मम चिन्तनमस्ति यत्र कार्यतावच्छेदकसम्बन्धः स्वसमवायि समवायित्वं रूपम् इति स्वीकुर्मः चेत् तत्र दोषः भवति, तत्र व्यतिरिकविचारदोषः भवति. तदर्थं तादृश अवच्छेदकसम्बन्धः असाधु इति भाति. महोदय अहं किञ्चित् वदामि. अत्र द्वैविध्यम् इति नास्ति, अत्र विपरीतरीत्या अपि वक्तुं शक्नुमः. एकमेव लक्षणवाक्यं विपरीतरीत्या अपि वक्तुं शक्नुमः, अतः द्वैविध्यम् इति नास्ति. परन्तु अत्र उपरि गमनार्थं समवेतत्वम्, अधोभागे गमनार्थं समवायि इति तादृशम् उभयमपि साधु. अत्र तु समानाधिकरण्यं साधयितुं न शक्नुमः इति कृत्वा अत्र विपरीतरीत्या लक्षणवाक्यं साधयामः. परन्तु पूर्वं कार्यतावच्छेदकसम्बन्धः भिन्नः आसीत्, स्वसमवायि समवायित्वरूपकार्यतावच्छेदकसम्बन्धः. अत्र तु समवायसम्बन्धवच्छिन्नकार्यता निरूपित अस्ति न वा? यतोहि अस्माभिः कार्याधिकरणस्य परिवर्तनं कृतं, तर्हि सम्बन्धस्य किञ्चित् परिवर्तनं जातम्. तर्हि कार्यतावच्छेदकसम्बन्धः भिन्नः उभयत्र. कारणतावच्छेदकसम्बन्धः अपि किञ्चित् भिन्नः, किन्तु अत्र लक्षणवाक्यं यत्र अत्र लिखितं नूतनतया इत्येव द्वितीयसमवायिकारणत्वलक्षणम् इति तेषां मतम्. समवायसम्बन्धवच्छिन्नकार्यता निरूपित स्वाश्रयसमवेतत्वम् एवं वा ससमवायिसमवेतत्वं तादृशसम्बन्धवच्छिन्नकारणता आश्रयत्वं द्वितीयसमवायिकारणस्य लक्षणमिति. इत्युक्ते अत्र इदानीं यदि वयं पटं चित्ररूपम् इति यदि पृथक् स्थापयामः, अत्र सर्वत्र यदि घटः अपि च कपालः इति द्वयोः तत्र स्थापनं कुर्मः, तर्हि तत्र यथा आदौ उक्तं द्वितीयविधसमवायिकारणस्य लक्षणं, तत्र कारणतावच्छेदकसम्बन्धः, तत्र किं वदामः, तत्र कपाले यदि तत्र सामानाधिकरण्यम् आनयामः, कारणतावच्छेदकसम्बन्धः तत्र समवायसम्बन्धः, अनन्तरं कार्यतावच्छेदकसम्बन्धः स्वसमवायि समवायित्वसम्बन्धः इति तु तत्र तथैव तिष्ठति. तत्र द्वितीयसमवायिकारणं तत्र द्वितीयसमवायिकारणस्य लक्षणं तत्र दोषाय न भवति, परन्तु अत्र तथा वदामः चेत् तत्र दोषाय भवति इति कृत्वा केवलम् अस्मिन् सन्दर्भे एव तथा अस्ति, तथा नास्ति. यतोहि वयं पूर्वं यथा भवता उक्तं, पूर्वमपि एतद् दृष्टं, तत्र घटे एकवारं सामानाधिकरण्यम् आनीतं, कपाले एकवारं सामानाधिकरण्यम् आनीतम् इति कृत्वा एतादृशवाक्यद्वयं द्वितीयासमवायिकारणस्य सन्दर्भे वयं पूर्वमपि दृष्टवन्तः. सत्यं, तत्र द्वैविध्यम् आसीत्, किन्तु अत्र 149 तमे पुटे तथापि तु क्वचित् व्यतिरेकविचारः भवति, सर्वदा इति न. घटकपाल उदाहरणे दोषः न भवति, तत्र कार्याधिकरणपरिवर्तनं कुर्मः अपि दोषः न भवति, किन्तु कुत्रचित् व्यतिरेकव्यभिचारो भवति यथा अत्र चित्ररूपं विषये. इत्युक्ते अत्र कारणे तत्र असमवायिकारणमस्ति तत्र न परिवर्तनं द्वयोः वाक्ययोः. पुनः यदि घटकपालयोः उदाहरणं स्वीकुर्मः तत्र केवलम् अधिकरणं किम् इति दृष्ट्या तत्र वस्तुतः प्रायः द्वितीयसमवायिकारणत्वलक्षणम् इति तथा प्रायः वक्तव्यम् अस्ति वा इति मम प्रश्नः वा. तत्र द्वितीयविधसमवायिकारणं वयं कारणे समानाधिकरण्यम् आनयामश्चेत् एतादृशं वक्तुं शक्नुमः तस्य लक्षणम्. कार्ये समानाधिकरण्यम् आनयामश्चेत् तादृशं वदामः तस्य लक्षणम् इति कृत्वा तत्र लक्षणवाक्यं द्विधा अस्ति. इत्युक्ते समवायिकारणं वा असमवायिकारणं तदेव अस्ति, केवलं लक्षणवाक्यं द्विधा अस्ति इति किञ्चित् वैचित्र्यम् इति प्रायः मम भाति घटकपालयोः उदाहरणे. यथा लक्षणं दत्तम् अस्ति तत् साधु भवति द्वयो अवस्थायां, तो अहं चिन्तयामि द्वितीय विध लक्षणवाक्यं साधु अस्ति. पूर्वम् अस्माभिः दृष्टं कार्येण सह कारणेन सह इति एकः किं भेदः आसीत्. अत्र कार्याधिकरणे वा कारणाधिकरणे वा किम् अधिकरणम् इति भेदः स्वीकृत्य भिन्न लक्षणवाक्यं भवितुम् अर्हति. कार्यं कारणाधिकरणे अस्ति वा कार्याधिकरणे अस्ति वा इत्येव तत्र. अस्तु महोदय, सम्यक् सम्यक् चिन्तनम् अस्तु. अग्रे सरलभगिनी पठति वा इह कारणतायाम्. इह कारणतायां स्वसमवायि समवेतत्वसम्बन्ध अवच्छिन्नात्व अनुपादाने समवायिसम्बन्ध अवच्छिन्नकार्यता निरूपित किञ्चित् सम्बन्ध अवच्छिन्नकारणता इति उक्तौ पूर्वदेव समवायिकारणे अतिव्याप्तिः. किञ्चित् सम्बन्ध अवच्छिन्नकारणता इत्यनेन तादात्म्यसम्बन्ध अवच्छिन्नकारणतायाः कारणतायाः धर्तु शक्यत्वात् परम्परासम्बन्ध अवच्छिन्नत्व उपादाने तु नैषा कारणता तादृशी इति न समवायिकारणे अतिव्याप्ति. इदानीं दलसार्थक्यं दत्तम् अस्ति यदि कारणताया सम्बन्ध अवच्छिन्न स्व समवायि समवेतत्वसम्बन्ध वयं त्यजामः तस्य स्थाने यदि वदामः किञ्चित् सम्बन्ध अवच्छिन्नकारणता अवच्छिन्ना कार्यता अवच्छेदकसम्बन्ध समवायसम्बन्ध तत्र भवति समवायिकारणे अतिव्याप्ति. कारण कि समवायिकारणे कारणतावच्छेदकसम्बन्ध तादात्म्यसम्बन्ध यदि वयं तत्र स्थापयामः पुनः कार्यतावच्छेदकसम्बन्ध आगच्छति समवायसम्बन्ध. अतः एतत् आपत्ति निवारणाय परम्परासम्बन्ध स्व समवायि समतेत्वसम्बन्ध निवेशनं आवश्यकं भवति. अपि च वर्गे उक्तम् अन्यत्रापि एतादृश अतिव्याप्तिः भवितुम् अर्हति. प्रथम असमवायिकारणे अपि एतादृशी अतिव्याप्तिः आगच्छति अपि. कथं प्रथम असमवायिकारणे यथा संयोग तन्तोः संयोगतन्तोः भवति समवायिकारणे समवायि समवायसम्बन्धेन पटं निर्माति तत्र प्रथमविधसमवायिकारणे अपि अतिव्याप्तिः आगच्छति. तत् किञ्चित् सम्बन्ध तस्य यदि वयं समवायिकारणं स्थापयामः. किन्तु कथं भवति तत् किञ्चित् इत्यस्य स्थाने किं वक्तव्यं? समवायसम्बन्ध स्थापयामः तत्र तस्य स्थाने तादात्म्यसम्बन्धः भवितुमर्हति, समवायसम्बन्धः भवितुमर्हति. तत्र द्वयोः स्थले अति व्याप्तिः. एतावदेव वर्गे पठितम्. अपि च किञ्चित् व्याकरणविषये उक्तं, सर्वे जानन्ति वा न जानामि. तत्र पञ्चशतं पीठतन्तवः इति तत्र कुत्रचित् विशेषणसङ्ख्यावाचकः, कुत्रचित् शुद्धसङ्ख्या वाचकः इति सर्वे जानन्ति वा? तत्र द्विशतं तन्तवः इति एकविधं तत्र द्विशतम् इति किं शतं सदैव एकवचने भवति, तन्तव बहुवचन बहु अस्ति. तत् द्विशतं तन्तव इति संख्या वा संख्या उपयुज यदि वयं स्वीकुर्मः तत् वाक्यं भवति द्विशतं तन्तवः. तत्र द्विशतं विशेषणपदं, सङ्ख्येयवाचकविशेषणपदम्. तन्तवः विशेष्यः आम्, किन्तु तदेव द्विशतं तन्तवः तन्तूनां द्विशते, द्विशते इत्युक्ते तत्र द्विवचनं अथवा तन्तूनां पञ्चशतं, क्षम्यतां, तन्तूनां पञ्चशतानि इति वदामः चेत् तत्र शुद्धसङ्ख्यावाचकपदम् इति भेदः. सर्वे जानन्ति वा? आं महोदय. अस्तु, तावदेव. अन्य कोऽपि विषयः नास्ति चेत् अत्र स्थगयितुं शक्नुमः. अन्य किमपि प्रश्नः अस्ति वा? समप्रिया भगिनी, सर्वं स्पष्टं वा? आं महोदय. महोदय, मम एकः प्रश्नः अस्ति अत्र. चित्ररूपम् इति चित्ररूपम् इति पीततन्तौ, यदा पीततन्तौ चित्ररूपं वर्तते इति वदामः, परन्तु पीततन्तौ तु नीलरूपं नास्ति. तस्मिन् विषये महोदय किञ्चित् उक्तवान् अत्र, पीततन्तौ चित्ररूपम् अस्ति चेत्, चित्ररूपम् इति कारणम् अस्ति चेत् एव कार्यकारणभावः सम्पन्नः भवति इति. तर्हि अत्र चित्ररूपम् इति पीततन्तौ चित्ररूपम् इति कथम् आगच्छति? अत्र पीततन्तौ तु पीतरूपमेव अस्ति. लक्षणवाक्ये किञ्चित् विपरीतरीत्या वदामः चेत् अत्र वयं सामानादिकरण्यं साधयामः, परन्तु अत्र पीततन्तौ तु पीतरूपमेव अस्ति. अतः किञ्चित् मम आसीत् तस्मिन् विषये. वर्गे किम् उक्तं? चित्ररूपस्य कारणं चित्रतन्तुः इति कारणं खलु? एवं वा? चित्ररूपं क्रमः अस्ति वस्तुतः, किन्तु चित्ररूपतन्तुः इति किमपि नास्ति. तन्तवः केवलं पीतरूपं वा नीलरूपं वा इति अस्ति न वा? तर्हि चित्ररूपस्य साक्षात् कारणं चित्रपटः. तत्र समवेतः अस्ति, तत् पीततन्तुषु समवेतः अस्ति चित्रपटः तन्तुषु. किन्तु तन्तूनां पीततन्तुषु पितृरूपम् अस्ति. तर्हि पीततन्तवः समानाधिकरणम् इति वदामश्चेत् तत्र नीलरूपं नास्ति पीततन्तुषु, पीततन्तुस्थाने नीलतन्तवः स्वीकुर्मः चेत् तत्र पीतरूपं नास्ति, तर्हि क्लेशः भवति। महोदय, किमपि समस्या इति किमपि तस्मिन् विषये किञ्चित् उक्तवान् अहं, तद् मया न अवगतं। एकनिमिषम्, तस्मिन् समये मया अवगतं किन्तु इदानीं न स्मरामि। अस्तु महोदय, अनन्तरं दृष्ट्वा वदतु महोदय। पुनः श्रुत्वा वदामि। एकं तु उक्तं यत् चित्ररूपं सर्वत्र अस्ति इति चिन्तनीयं, मया पूर्वम् उक्तं, पुनः शृणोमि, तर्हि स्मरामि। अस्तु, क्षम्यतां भगिनि। अस्तु, चिन्ता नास्ति महोदय, अनन्तरं वदतु। अन्य प्रश्नः अस्ति वा? अस्तु चेत् धन्यवादः, शुभरात्रिः। धन्यवादः महोदय। धन्यवादः महोदय।